सर्वेभ्यो नमस्कारः. गतवर्गे वयं संख्यायाः विषये किञ्चित् अभ्यासं कृतवन्तः. अद्यापि तदेव कुर्मः, किन्तु केवलं संख्यायाः विषयम् एव कुर्मश्चेत् किञ्चित् तत्र बहु दीर्घ विषयः अस्ति इति कृत्वा संख्यायाः वयं गीतासोपाने अपि किञ्चित् अग्रे गच्छामः तदनन्तरम् अद्य. तदनन्तरं द्वितीयभागे वयं संख्यायाः विषयस्य पुनस्मरणं कृत्वा तस्य अपि अभ्यासं कुर्मः. अस्तु, अद्यतनविषयः तत्र गीतासोपानपुस्तके वयं षष्ठतमपुटे तत्र अभ्यासं करोति इति विषयः अस्ति. तत्र क्रियापदस्य विभजनं कथं करणीयम् इति, क्रियापदं किमपि अस्ति किन्तु तस्य विभजनं कृत्वा नूतनरूपं नूतनवाक्यं कथं करणीयम् इति. यद् वयं वक्तुम् इच्छामः तत् अन्या रीत्या वक्तुम् इच्छामः. केवलम् एक एव रीतिः इति नास्ति खलु. अतः तत्र यद् वाक्यं दत्तमस्ति तस्य परिवर्तनं कृत्वा समानार्थक नूतनवाक्यम् अत्र दत्तमस्ति. अत्र हरिमहोदय, षष्ठतमपुटे अष्टादश अध्याय अत्र अभ्यासं करोतु इति. अभ्यासं करोतु. एतानि अहं पठामि वा? एतानि वाक्यानि सावधानतया पठत, अवगच्छत च. कृष्णः अर्जुनम् उपदिशति. कृष्णः अर्जुनस्य उपदेशं करोति. प्रबन्धतज्ञाः गीताव्याख्यानं शृण्वन्ति. प्रबन्धतज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति. तत्र प्रथमवाक्ये कृष्णः अर्जुनम् उपदिशति, तद् अवगच्छति खलु महोदय? आम् महोदय. उपदिशति, परिवर्तनम् उपदेशं करोति इति. समीचीनं महोदय. तत्र अर्जुनम् अस्ति प्रथमवाक्ये, किन्तु अर्जुनं द्वितीया विभक्ति, अर्जुनस्य षष्ठी विभक्ति. तदनन्तरम् उपदेशम् इति द्वितीया विभक्ति, कर्मपदं. कर्मपदं भवति. तत्र प्रथमवाक्ये क्रियापदं किम्? क्रियापदम् उपदिशति. द्वितीयवाक्ये करोति इति. तदेव, एतदेव वयं वदामः क्रियापदस्य विभजनम् इति. क्रियापदमस्ति किन्तु तद् क्रियापदस्य स्थाने नूतनक्रियापदम् इत्युक्ते सर्वदा करोति इति एव क्रियापदं भवति तत्र. किमपि क्रियापदं भवतु, तत् नूतनक्रियापदं भवति करोति इति. अस्तु, तत्र अग्रे एवमेव इति, रथम् अपि भेरीम् इति, तत्र तद् वयमपि पठतु महोदय. रथं स्थापयति, स्थानं करोति. रथस्य स्थापनं करोति. रथं स्थापयति, अर्थ समानार्थकवाक्यमस्ति. रथस्य स्थापनं करोति. भेरीं भेरिं वादयति भेर्याः वादनं करोति भेर्याः वादनं करोति हृदयं भेरि इत्युक्ते वाद्यं वाद्यम् किन्तु किं सङ्गीतयन्त्रम् अस्ति किम् अस्ति अस्तु अग्रे हृदयं हृदयं विदारयति हृदयस्य विदारणं करोति इन्द्रियाणि प्रेरयन्ति इन्द्रियाणां प्रेरणं कुर्वन्ति कुरुक्षेत्रं प्रविशति कुरुक्षेत्रस्य प्रवेशं करोति अग्रिमं जयं उद्घोषयति जयस्य उद्घोषणं करोति इति अस्ति अस्तु तत्र तत्र रथं भेरीं हृदयम् इन्द्रियाणि कुरुक्षेत्रं जयम् इति तत् तेषां विभक्ति का नरेश द्वितीया तद् वाक्ये किं भवति नरेश महोदय वाक्ये किं भवति द्वितीयविभक्ति अस्ति चेत् रथं स्थापयति तत्र रथम् इति पदं किं भवति कर्तृपदं वा क्रियापदं वा कर्मपदं कर्मपदं तत्र किं भवति तत्र वयं यत् क्रियापदम् अस्ति तस्य स्थाने करोति इति क्रियापदं कर्तुम् इच्छामः स्थापयति तत्र स्थापनं करोति इति अस्ति नरेश महोदय तत्र अधोभागे अवधेयम् इति अस्ति तद् एकवारं तत्र पठतु सञ्जयः कर्तृपदं एकवारं वाक्यं पठतु सञ्जयः सञ्जयः धृतराष्ट्र बोधयति इदानीं सञ्जयः किम् अस्ति सञ्जयः किम् अस्ति कर्तृपदं प्रथमविभक्ति प्रथमविभक्तिरूपम् अस्ति तस्य पदस्य अस्तु इदानीं धृतराष्ट्रं धृतराष्ट्रं कर्मपदं द्वितीयविभक्तिः इदानीं बोधयति इति बोधयति क्रियापदं इति प्रथमवाक्यम् इदानीं द्वितीयवाक्यं किम् अस्ति परिवर्तनं कृत्वा द्वितीयवाक्यं सञ्जयः धृतराष्ट्रस्य बोधनं करोति इति अस्ति अस्तु तत्र सञ्जयः किम् अस्ति सञ्जयः कर्तृपदं प्रथमविभक्ति धृतराष्ट्रस्य कर्मपदं षष्टिविभक्तिः बोधनं करोति क्रियापदं विभज्य लिखितम् इदानीं किं भवति यत् पूर्वं कर्तृपदमस्ति तस्य परिवर्तनं भवति वा इदानीं नूतनवाक्ये न क्रियापदस्य तु परिवर्तनं कर्तुम् इच्छामः अतः तस्य परिवर्तनमपि भवति इदानीं नूतनक्रियापदमस्ति करोति इति पूर्वतन कर्मपदस्य कर्मपदं यद् अस्ति तस्य विभक्ति अस्ति द्वितीया विभक्ति किन्तु नूतनवाक्ये तस्य विभक्ति का भवति षष्टिविभक्ति भवति धृतराष्ट्रम् इति पदस्य स्थाने धृतराष्ट्रस्य इति रूपं भवति इदानीं तत्र धृतराष्ट्रस्य इति भवति तत्तु नूतनवाक्ये तद् कर्मपदं न भवति खलु किमर्थं धृतराष्ट्रस्य इति नूतनवाक्ये कर्मपदं नास्ति किमर्थं कर्मपदं द्वितीयविभक्ति द्वितीयविभक्ति एव सर्वदा द्वितीयविभक्ति एव एतत्तु षष्टिविभक्तिपदमस्ति अतः अपि करोति इति सकर्मकक्रियापदं वा अकर्मकक्रियापदं वा सकर्मक सकर्मक तत्र कर्मपदं भवति अतः अन्यपदं किमपि आवश्यकमस्ति कर्मपदरूपेण. धृतराष्ट्रः तु नास्ति, धृतराष्ट्रस्य इति अस्ति. अतः अन्यत् किमपि अस्ति तत् हा तद् बोधनमेव. हा बोधनं यदस्ति तदेव इदानीं नूतनकर्मपदमस्ति. तद्बोधनं करोति इति पदस्य क्रियापदस्य कर्मपदं भवति तद् बोधनम् इति. अस्तु, तत्र यत् उदाहरणानि यत् हरिमहोदय पठितवान् तत्र संशयः अस्ति वा, प्रश्नः अस्ति वा? न महोदय. हा भानुभगिनी, संशयः अस्ति वा, प्रश्नः अस्ति वा? अस्ति महोदय. अस्तु, हा भानुचैतन्य महोदय, प्रश्नः अस्ति वा तत्र? अस्तु अस्तु, हा अतः भानुचैतन्य महोदय भवान् एव तत्र प्रथम अभ्यासः कोष्टकात् इति तद् आरम्भं करोतु महोदय. कोष्टकात् उचितं पदं कृत्वा वाक्यं पूरयत. द्वारम् उद्घाटयति, द्वारस्य उद्घाटनं करोति. हा इदानीं किं भवति, उद्घाटयति इति क्रियापदम् अस्ति. तत्र द्वारं किं भवति, उद्घाटयति इति पदस्य क्रियापदस्य द्वारम् इति उद्घाटयति इति क्रियापदम् अस्ति. द्वारम् इति पदस्य कः सम्बन्धः उद्घाटयति इति क्रियापद क्रियापदम् उद्घाटयति द्वारं किं भवति? कर्मपदं, तस्य क्रियापदस्य कर्मपदम्. इदानीं द्वारम् उद्घाटयति, तस्मिन् स्थाने किम् नूतनम् आगतं? द्वारस्य उद्घाटनं करोति. द्वारस्य उद्घाटनं करोति. तत्र उद्घाटनं इति पदमस्ति, तस्य विभक्ति का? तदपि द्वितीया विभक्ति कर्मपदम्. हा कर्मपदम् अस्ति द्वितीयविभक्तिरूपं, समीचीनं. हा अग्रिममपि करोतु महोदय. अतिथिं सत्करोति, अतिथेः सत्कारं करोति. हा सत्कारं करोति. तत्र सत्कारम् इति तस्य पदस्य विभक्ति का? द्वितीयविभक्ति कर्म कर्मपदम्. अतिथेः इति पदस्य विभक्ति का? षष्ठीविभक्ति. षष्ठीविभक्ति, हा हरिः हरेः इति. अतः अतिः अतिथिः अतिथेः, समीचीनं. तदेव वाक्यं यदि बहुवचने अस्ति चेत् किं भवति? अतिथिं सत्करोति इति तस्य बहुवचनरूपं किम् अस्ति? अतिथिः. तत्र हरिः हरि हरयः तदानीं द्वितीयविभक्तिरूपं किम् अस्ति? हरिं. हा अन्य कोऽपि तत्र सहायं करोतु. हरिः अतः समानम् अतिथयः. न अतिथिः, अतिथिः प्रायः मति मतिशब्दसमानम् अथवा हरिशब्दः, पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति, पुल्लिङ्गपदः इति मन्ये. बहुवचनं हरयः, हरयः समानम् अतिथयः नास्ति वा महोदय? अतिथिः, अतिथिः पुल्लिङ्गपदः अस्ति इति मन्ये. तत्र हरिः इति विभक्तिरूपं किमस्ति? हरीन्, हरीन् इति. हा हरीन् इदानीम् अतिथीन्, अतिथीन्, हा इदानीम् अतिथीन् सत्करोति, अतिथीन् सत्करोति. हा इदानीं षष्ठ, इदानीं तस्य नूतनरूपम् अतिथेः सत्कारं करोति. हा किन्तु अतिथेः इति पदस्य वचनं का, वचनं किम्? अतिथीनां. हा समीचीनं, हा अतिथीनां सत्कारं करोति, समीचीनं महोदय. हा तत्र अतिथिम् इति अस्ति एकवचने, तत्र सत्करोति अतिथिं सत्करोति इति अस्ति, तत्र अतिथेः सत्कारं करोति. किन्तु अतिथीन् सत्करोति इति अस्ति चेत् तत्र अतिथीनां सत्कारं करोति इति भवति. समीचीनं महोदय. अस्तु अग्रे भानु भगिनी अग्रिमम्. निबध्नाति अश्वानां निबन्धनं करोति. अश्वानां निबन्धनं करोति. इदानीं तत्र अश्वान् इति बहुवचनं विभक्ति का अश्वान् इति पदस्य? द्वितीय विभक्ति. वचनम् अश्वः अश्वौ अश्वान् अश्वः द्वितीय विभक्ति द्वितीयभक्ति बहुवचनम् बहुवचनं. समीचीनं भगिनि. हा अश्वान् इति द्वितीयभक्ति बहुवचनं. कर्मपदम् अस्ति किन्तु बहुवचने अस्ति. इदानीं तत्र नूतनरूपं किम् अस्ति? अश्वानां निबन्धनं करोति. अश्वानाम् इति पदस्य विभक्ति वचनं किम्? अश्वानां रामाणां सत्यं विभक्ति षष्टिविभक्ति बहुवचनं. हा यत् कर्मपदस्य वचनम् अस्ति तदेव अत्रापि तदेव वचनम् अस्ति. अश्वान् इति अस्ति, अश्वानाम् इति वचनं तु समानं, किन्तु केवलं कस्य परिवर्तनं भवति? विभक्ति क्रियापदस्य परिवर्तनम् अपि. अश्वान् इति स्थाने किं भवति? अश्वानाम् इति भवति. तत्र कर्मपदस्य अपि परिवर्तनं भवति खलु? कर्मपदं निबध्नाति इति पदस्य कर्मपदमस्ति अश्वान्, इदानीम् अश्वानाम् इति अस्ति. पूर्वे अश्वान् इति द्वितीयविभक्तिरूपम् आसीत्, नूतनवाक्ये अश्वानाम् इति षष्टिविभक्तिरूपम् अस्ति खलु? हा इदानीं तदेव वाक्यं भगिनि एकवचने वदतु. अश्वं निबध्नाति. हा समीचीनं. हा इदानीं रामस्य अश्वस्य निबन्धनं करोति. समीचीनं भगिनि. हा समीचीनं. हा समीचीनं. अश्वस्य निबन्धनं करोति इति समीचीनं. हा इदानीम् अग्रे तत्र अग्रिममपि करोति वा तत्र ध्वजम् इति? आं महोदय. ध्वजं प्रतिष्ठापयति. ध्वजस्य प्रतिष्ठापनं करोति. हा इदानीं बहुवचने बहुवचनं ध्वजे ध्वजानि ध्वजानि प्रतिष्ठापयति. ध्वजानां प्रतिष्ठापनं करोति. हा ध्वजानां प्रतिष्ठापनं करोति. तत्तु समीचीनं. तत्र ध्वज इति पदस्य भक्ति लिङ्गं कोऽपि जायते? ध्वज पुल्लिङ्गशब्दः वा महोदय? अतः अतः द्वितीयविभक्ति. हा ध्वजस्य षष्टिविभक्ति रामस्तवत्. हा समीचीनं भगिनि. अतः ध्वजस् तत्र ध्वजानां स्थापनं करोति इति ध्वजानां प्रतिष्ठापनं करोति, तत् समीचीनं. द्वितीयवाक्यम् अस्ति, नूतनवाक्यं खलु. किन्तु पूर्वं वाक्यं प्रथमं वाक्यं ध्वजं प्रतिष्ठापयति, तस्य बहुवचनरूपं किम् अस्ति? ध्वजाः इदानीं समीचीनं भगिनि. हा इदानीं ध्वजान् किम् अस्ति? हा ध्वजान् प्रतिष्ठापयति, तस्य समानार्थकवाक्यं किम् अस्ति? ध्वजानां प्रतिष्ठापनं करोति करोति इति. समीचीनं भगिनि, हा धन्यवादः. अस्तु, हा तत्र अग्रे रघुपतिमहोदय. हा महोदय. हा कीर्तिम् इति अपि शत्रुम् इति अर्जयामि. अहं कीर्तिम् अर्जयामि. अहं कीर्ते अहं तत्र कीर्तेः अर्जनं करोमि करोमि. अस्तु, तत्र कीर्तिम् इति पदस्य विभक्ति का? कीर्तिं द्वितीयविभक्ति. द्वितीयविभक्ति कर्मपदम् अस्ति. हा इदानीं कीर्तेः इति तत् किं भवति? कीर्तेः षष्ठीविभक्ति. षष्ठीविभक्ति षष्ठीविभक्ति. हा इदानीम् अहं कीर्तेः अर्जनं करोमि इति वाक्यमस्ति, तत्र करोमि इति क्रियापदम् अस्ति खलु? अहम् इति किं करोमि इति क्रियापदम्, अहं किं भवति? अहम् इति अहं कर्मपदं, सोरि कर्तृपदं. कर्तृपदं, हा कर्तृपदम्. अहं करोमि. अहम् इति तत्र पूर्वमपि अहम् अर्जयामि, अत्र अहमेव कर्तृपदम्, अत्रापि अहं कीर्तेः अर्जनं करोमि, अहमेव कर्तृपदम्. तत्र करोमि इति पदस्य कर्मपदं, करोमि इति क्रियापदस्य कर्मपदं किम् अस्ति इदानीं भवतः द्वितीयवाक्ये? अहं कीर्तेः अर्जनं, हा अर्जनम् इति कर्मपदं भवति. करोमि इति पदस्य कर्मपदमस्ति, करोमि इति क्रियापदस्य कर्मपदम् अस्ति अर्जनम्. हा समीचीनं महोदय. अग्रिमम् अग्रिमम् आह्वयसि, त्वं शत्रुम् आह्वयसि. त्वं शत्रोः आह्वानं करोषि. हा समीचीनम्. इदानीं तदेव वाक्यं बहुवचने. युवां युवां शत्रुम् आह्वयतः. बहुवचने यूयं शत्रोः आह्वानं कुरुतः. तत्र महोदय तत्र एतत् न एतत् करोतु, अर्जयामि इति एव आह्वयसि एव भवतु, शत्रुम् इति पदस्य बहुवचनं करोतु. यत् भवान् उक्तवान् तदपि करणीयमस्ति, किन्तु इदानीं केवलं शत्रु इति पदस्य बहुवचनं कुर्मः. शत्रुः शत्रूणां आह्वानं करोषि. हा समीचीनं, शत्रूणाम् आह्वानं करोषि. या अपि प्रथमवाक्यं किं भव तत्र शत्रुम् आह्वयसि, तत्र शत्रुम् इति स्थाने किं भवति बहुवचनरूपं? शत्रुं शत्रुः शत्रवः शत्रवः शत्रवः शत्रून् तत्र नकारः वा णकारः वा? शत्रून् अत्र नकार एव अन्तिमपद वर्णः अस्ति चेत् णत्वं न भवति. हा तत्र शत्रून् आह्वयसि इति बहुवचनरूपं, तस्य एव नूतन परिवर्तनं कृत्वा शत्रूणां आह्वानं करोषि करोषि इति अस्ति. हा, तस्य पूर्ववाक्यम् अर्जयामि इति कीर्तिम् इति पदमस्ति, तस्य बहुवचनरूपं किम् अस्ति? कीर्ति, कीर्तयः. हा, कीर्तिः, कीर्तिः, कीर्तिः बहुवचन. कीर्तिः प्रायशः स्त्रीलिङ्गपदम् अस्ति इति मन्ये. सत्यं कीर्तीन, कीर्तिः खलु, कीर्तिः खलु. एकनिमिषः. मति शब्दवत् महोदय. हा, कीर्तिः इति कीर्तिः अहं चिन्तयामि तत् तस्य लिङ्गमस्ति, स्त्रीलिङ्गपदमस्ति इति मन्ये. एकनिमिषं महोदय, तत्र कीर्तिम् अर्जयामि, तत् कीर्तिम् अर्जयामि इत्यपि वक्तुं शक्नोति किम्? किं महोदय? अर्जयामि, अर्जयामि, अर्जयामि, अर्जयामि इति तस्य भावः तदपि वक्तुं शक्नोति वा? अर्जयामि, अर्जयामि समानम् इति वा? अर्जयामि, अर्जते. हा, तदपि अर्जते इति समीचीनं. हा, अर्जते अपि समीचीनं महोदय, किन्तु अर्जते इति भवति. हा, अर्जत् तत्र किम् अस्ति? तत्र अर्जयामि इति तत्र परस्मैपदी अस्ति. हा, तत् आर्जति इति, आर्जते इति आत्मनेपदीरूपम् अस्ति इति मन्ये, आत्मनेपदी धातुः अस्ति इति मन्ये. महोदय, आत्मनेपदि वा? हा, आर्जते इति मन्ये. अर्जयामि, अर्जयामि तु तद् रूपम् अस्ति, किन्तु आत्मनेपदीरूपं किं भवति? आत्मनेपद धातुः अस्ति चेत् आर्जते इति भवितुं शक्यते. कः स्मरति आत्मनेपदी धातूनां रूपम्? एदते, एदेते, एदन्ते, एदसे, एदेथे, एदद्वे, एदे, एदामहे, एदामहे. अर्जते इति, आर्जते इति आर्जे, आर्जे इति भवति महोदय. किन्तु अहं पृच्छामि, आर्जयामि इत्युक्ते अहं अस्य भावः अर्जयामि इत्युक्ते अर्न् इति, ओप्टेन् महोदय. हा, इति अहं चिन्तयामि महोदय. आं महोदय, अस्तु. हा, अर्जति, अर्जति, आर्जति. हा, अक्वायर्. हा, तत् अर्जति इति उभयपदी धातु इति पश्यामि. पुनः एकवारं वदतु महोदय. क्रियापदस्य भावः भवितुम् अर्हति वा? ओ, किम्, अर्जनम् इति पदं वा? आम्. सत्यं, भावः इत्युक्ते तत्र एतदपि. हा, अग्रे पश्यामः तत् किम् इति. तत्र क्रियापदं यद् क्रियां, यां क्रियां सूचयति तत् नामपदं भवति. तत्र गच्छामि, तत्र क्रिया किम् अस्ति? गमनक्रिया इति वदामः. वदामि, वदनक्रिया इति भवति. लिखामि, लेखनक्रिया इति भवति. अतः तद् क्रियापदं किमपि क्रियां सूचयति, तस्य क्रियायाः, तस्याः क्रियायाः नामपदरूपं भवति. पठनं, गमनं, लेखनम्, उद्घाटनम्, अर्जनम् इति. हा, तदेव अत्र तस्य आवश्यकता अस्ति. अत्र विभजनम् इति कार्ये. समीचीनं वा महोदय इदानीं? अस्तु महोदय, हा, अस्तु. हा, इदानीं रघुपति महोदय तत्र. हा, कीर्ति स्त्रीलिङ्ग अस्ति, स्त्रीलिङ्ग अस्ति, हा अति अतः उष्टवान् अतः बहुवचनं, बहुवचन कीर्ति वा कीर्ति नदी, नदीः नदी नदयः नदीं नदी किमस्ति नदीः नदी कीर्तिः कीर्तिः अर्जयामि अर्जयामि इदानीं अहं कीर्तेः कीर्तेः कीर्तेः कीर्तेः अर्जनं कीर्तेः एकवचनं रूपम् अस्ति महोदय कीर्ति कीर्ते ओके ओके कीर्तीनां कीर्तीनां कीर्तीनां कीर्तीनां अर्जनं करोमि इदानीं समीचीनं महोदय तत्र कीर्तिः अर्जयामि कीर्तीनां अर्जनं करोमि इति समीचीनं भवति, समीचीनम् अस्तु सरला भगिनी नमस्कारः अस्तु प्रायशः अद्य केवलं शृणोति इति नमस्कारः भगिनि अस्तु अस्तु अस्तु तदेव चिन्त्य चिन्त्य अस्तु अस्तु समीचीनं भगिनि अस्तु अस्तु इदानीं हरि महोदय तत्र एतत् कुर्मः तत्र इदानीं वयं यत् प्रथम अभ्यासे वयं किं कृतवन्तः तत्र परिवर्तनं कृतवन्तः अपि द्वारम् इति पदस्य अथवा अतिथिम् इति पदस्य बहुवचनरूपमपि कृतव तस्यापि परिवर्तनं कृतवन्तः इदानीम् अन्य बहुवचनरूपमपि वयं कर्तुं शक्नुमः प्रथमवाक्ये तत् किमस्ति किमस्ति अन्य बहुवचनरूपं किं किं महोदय किं करोमि अहं तदेव तदेव महोदय वयं द्वारम् इति उद्घाटयति तत्र वयं द्वारस्य इति आगतं किन्तु उद्घाटनं करोति इति आगतं तदनन्तरं वयं किं कृतवन्तः बहुवचनरूपम् अस्ति तदपि कृतवन्तः द्वारस्य इति स्थाने द्वाराणाम् इति भवति द्वारम् इति पदं तस्य लिङ्गं किम् अस्ति द्वारं नपुंसकलिङ्गशब्दं पदं वा द्वारः पुल्लिङ्ग शब्दं द्वारः द्वितीय तत्र बहुवचनरूपं किम् अस्ति द्वारान् द्वारान् उद्घाटयति इति अस्ति तद् वयं कृतवन्तः तत्र द्वारम् उद्घाटयति द्वारान् उद्घाटयति द्वारम् उद्घाटयति तस्य परिवर्तनमस्ति द्वारस्य उद्घाटनं करोति द्वारान् उद्घाटयति तस्य परिवर्तनं कृत्वा तस्य रूपं किं भवति द्वाराणाम् उद्घाटनं करोति इदानीम् अत्र अन्यत् द्वारम् उद्घाटयति इति पदे इति वाक्ये द्वारम् इति पदस्य बहुवचनरूपं वयं दृष्टवन्तः अन्यस् पदस्य किमपि बहुवचनरूपं स्वीकर्तुं शक्नुमः वा अत्र उद्घाटयति उद्घाटयन्ति उद्घाटयन्ति इति सः उद्घाटयति इदानीं ते उद्घाटयन्ति इति तदपि कर्तुं शक्नुमः इदानीं तत् करोतु महोदय तत् किं भवति द्वारम् उद्घाटयति द्वारान् उद्घाटयन्ति न केवलं द्वारम् इति एकवचने एव भवतु केवलं उद्घाटयन्ति द्वारम् उद्घाटयन्ति इदानीं तस्य परिवर्तनं किं भवति द्वारस्य उद्घाटनं कुर्वन्ति समीचीनं महोदय समीचीनम् इदानीं द्वितीयमपि तादृशम् एव परिवर्तनं करोतु अतिथिं सत्करोति अतिथिं सत्कुर्वन्ति अतिथेः सत्कारस्य कुर्वन्ति सत्कारं सत्कारं सत्कारं अतिथेः सत्कारं कुर्वन्ति. हा समीचीनं महोदय. हा इदानीं नरेश महोदय अग्रिमद्वयं तादृश क्रियापदस्य बहुवचनरूपम् इति. आं महोदय. अश्वान् निबध्नाति. अश्वान् निबध्नुवन्ति. हा तत्र किमस्ति निबध्नन्ति निबध्नन्ति इति प्रायशः अस्ति. अहं चिन्तयामि निबध्नुवन्ति निबध्नुवन्ति इति वा. अस्तु तदेव चिन्तयामः. तस्य परिवर्तनं किम् अस्ति? अश्वानां निबन्धनं कुर्वन्ति. हा निबन्धनं कुर्वन्ति. अतः हा इदानीं वयम् अत्र यत् अस्मिन् उदाहरणे वयम् एकम् अंशं दृष्टवन्तः. तत् किम् अस्ति इत्युक्ते यत्किमपि वक्तुम् इच्छामः तत्र तद् वदामः तद् वक्तुं जानीमः. किन्तु यदि तस्य परिवर्तनं कर्तुम् इच्छामः अत्र वचनस्य परिवर्तनं कर्तुम् इच्छामः किन्तु न जानीमः कथं करणीयम् इति. किन्तु तत्र निबध्नाति इति क्रियापदस्य बहुवचनरूपं न जानीमः न स्मरामः किं करणीयं. चिन्ता मास्तु. द्वितीयरूपस्य बहुवचनरूपं सुलभम् अस्ति खलु. कुर्वन्ति तु जानीमः. निबध्नाति इति पदस्य बहुवचनरूपं न जानीमश्चेत् अपि करोति इति पदस्य बहुवचनरूपं जानीमः कुर्वन्ति इति. अतः सुलभः भवति खलु. अतः एव एतद् रूपं बहु उपयोगकरम् अस्ति. अस्तु अग्रिममपि महोदय. ध्वजं प्रतिष्ठापयति. ध्वजान् ध्वजं प्रतिष्ठापयन्ति. ध्वजानां प्रतिष्ठापनं कुर्वन्ति कुर्वन्ति इति भवति. अस्तु हा इदानीं भानुचेतनी महोदय पृष्टं किम् षष्ट पेज् 60 भगिनि 60 भानुचेतनी महोदय अग्रे कीर्तिं वा महोदय. हा कीर्तिमिति तत्र क्रियापदस्य बहुवचनरूपं. कीर्तिम् अर्जयामः. कीर्तिम् अर्जयामः. कीर्तेः अर्जनं तदपि बहुवचनं महोदय. तत्र अर्जनम् एव तत् परिवर्तनं न भवति. तदनन्तरं करोमि इति स्थाने कुर्मः समीचीनं. इदानीं अग्रिमं शत्रुं आह्वयत. शत्रोः आह्वानं कुरुत कुरुत इति वा करोति इति कः जानाति करोति कुरुतः. कुरुत एव मध्यमपुरुष महोदय. सर्वे अङ्गीकुर्वन्ति वा मध्यमपुरुष बहुवचनरूपम्. अस्तु तत्र किम् इत्युक्ते एतत् परिवर्तनं वयं सर्वदा कर्तुं शक्नुमः पुरुषभेदः नास्ति, या कोऽपि पुरुषः भवतु, मध्यमपुरुषः वा प्रथमपुरुषः वा उत्तमपुरुषः वा, वचनमपि किमपि भवतु, वयम् एतादृशं परिवर्तनं कर्तुं सर्वदा शक्नुमः. अस्तु, तत्र पुनरेकवारं तत्र रघुपतिमहोदय, तत्र यत् अवधेयं यत् आसीत् तत्र तत्र किम् उक्तमासीत्, भवान् स्वशब्दैः वदतु तत्र. किम् एतत् कार्यं यद् वयं कुर्मः तत्र प्रथमवाक्यस्य रूपं कीदृशम् अस्ति, परिवर्तनं कृत्वा तस्य रूपं कीदृशं भवति इति किञ्चित् वदतु महोदय. सन्देहः कुत्र अस्ति वदति न जानामि एतस्य आब्जेक्टिव् किम् इति. न न आब्जेक्टिव् इति न, किं कुर्मः इति आब्जेक्टिव् न, कार्यं किम् इति तस्य विवरणं करोतु. विवरणं अत्र धृतराष्ट्रं बोधयति. अत्र धृतराष्ट्रं किम् अस्ति? धृतराष्ट्रं कर्मपदम् अस्ति. अस्ति. क्रियापदं किम् अस्ति? क्रियापदं बोधयति अस्ति. हा, एकमेव अस्ति क्रियापदम्. एकमेव अस्ति. नूतनरूपे नूतनवाक्ये बोधनम् इति कर्मपदम् अस्ति. करोति इति क्रियापदं. धृतराष्ट्रं किं भवति इदानीं? धृतराष्ट्रस्य बोधनं भवति. यत् क्रियापदम् आसीत् नूतनवाक्ये तत् कर्म, यत् क्षम्यतां, यत् कर्मपदमासीत् पूर्वस्मिन् वाक्ये, नूतनवाक्ये तत् कर्मपदं नास्ति, षष्टिविभक्त्यन्तम् अस्ति. अपि धृतराष्ट्रस्य इति तत् कर्मपदं नास्ति. बोधयति इति क्रियापदं किं, तस्य परिवर्तनं कीदृशम् अस्ति? बोधनं करोति इति विभजनम्. इदा तत्र वाक्यद्वयम् अस्ति खलु, बोधनं करोति इति अस्ति. केवलं बोधनं न करोति न, बोधनं करोति. बोधयति इति क्रियापदं, तस्य विभजनं जातं. विभजनं कुर्मः. अस्तु, सत्यं वा महोदय? आं महोदय. अस्तु, एतदेव. एतस्य प्रयोजनं किम् इति अहं चिन्तयामि. प्रयोजनम् इति वयं दृष्टवन्तः खलु महोदय, तत्र यदि वयम् एकं तत् तत् निबध्नाति इति क्रियापदस्य बहुवचनरूपं न जानीमः, किं कुर्मः? किन्तु निबध्नाति इति तस्य बहुवचनरूपम् आवश्यकम् अस्ति, किं कुर्मः तस्मिन् स्थाने? अश्वान् निबध्नाति, तस्य बहुवचनरूपं किमस्ति न जानीमः, किन्तु अश्वानां निबन्धनं कुर्वन्ति इति वक्तुं शक्नुमः खलु. तत्र अर्थभेदः नास्ति, समानार्थकवाक्यद्वयमस्ति, किन्तु वयं न जानीमः किं कस्मिन् प्रसङ्गे कस्य रूपस्य आवश्यकता भवति इति, किन्तु रूपद्वयम् अस्ति. एकस्मिन् दिने प्रथमरूपम् आवश्यकम् अस्ति, द्वितीयदिने द्वितीयरूपम् आवश्यकं भवति इति भवति खलु. तावदेव महोदय. तत्र किम् अस्ति चेत्, किमपि क्रियापदं भवतु, तस्य परिवर्तनं कृत्वा करोति इति एव क्रियापदं भवति. सर्वक्रिया कार्यम् इति रूपे भवति इति तावदेव. अस्तु अस्तु, अग्रे गच्छामः. तत्र भानुभगिनी अग्रे पठति वा तत्र द्वितीय अभ्यासः अग्रिमपुटे? आं महोदय. अधः लिखितानि वाक्यानि यदोदाहरणं परिवर्त्य लिखत. यतोदाहरणं एषः घटः घटस्य पूरणं करोति. घटस्य पूरणं करोति. कार्यं किम् अस्ति तत्र? घटः इति आवरणे, आवरणे इत्युक्ते किं? ब्राकेट्स्. आवरणे किं दत्तम् अस्ति? घटः इति शब्दः दत्तम् अस्ति खलु. तस्य पदस्य विभक्ति का? घटस्य षष्ठी विभक्ति. यत् पदम् आवरणे अस्ति तस्य पदस्य विभक्ति का? घटः इति अस्ति विभक्ति. प्रथमा विभक्ति घटस्य इति तस्य विभक्ति षष्ठी विभक्ति. अतः कार्यं किं? यत् आवरणे दत्तम् अस्ति तस्य पदस्य षष्ठीविभक्ति, षष्ठीविभक्तिरूपं परिवर्तनं करणीयं. वाक्यं पूरयत. पूरणं कुर्मः इदानीम्. अस्तु, इदानीं घोषः. इदानीं वाक्यं हृदयं, हृदयस्य विदारणं करोति. इदानीं पूर्णवाक्यं वदतु. घोषः, घोषः हृदयस्य विदारणं करोति. समीचीनं भगिनी. अग्रिमं. कृष्णः रथस्य स्थापनं करोति. समीचीनं भगिनी. समीचीनं, धन्यवादः. अस्तु, नरेश महोदय अग्रे. महोदय, वयम् इन्द्रियानां प्रेरणं कुर्मः. प्रेरणं कुर्मः, समीचीनम्. अग्रे. अर्जुनः गीतामृतं, गीतामृतस्य पानं करोति. अर्जुनः गीतामृतस्य पानं करोति. समीचीनं महोदय. हरिमहोदय. कोशः हृदयस्य, घोषः हृदयं विदारयति इति. प्रायशः तदेव. अत्र किं दत्तमस्ति? प्रथमरूपं न दत्तमस्ति, केवलं द्वितीयरूपं दत्तमस्ति अत्र. सत्यं भगिनि, सत्यं. विदारयति इति प्रायशः क्रियापदम् अस्ति तत्र. सत्यं, घोषः हृदयं विदारयति, घोषः हृदयस्य विदारणं करोति. समीचीनं भगिनि, सत्यमेव. अस्तु, हरिमहोदय. भीमः दुःशासनस्य मारणं करोति. सहदेवः चकुनेः हननं करोति. समीचीनं महोदय. अस्तु, एषः इन्द्रियाणां संयमनं करोति. समीचीनं महोदय. अस्तु, भानुचितिनी महोदय अग्रे. कृष्णः गोपिकानां वस्त्राणि हरणं करोति. वस्त्राणि इति पदस्य वचनं किं? बहुवचनम्. इदानीं पूर्वं वाक्यं. कृष्णः गोपिकानां वस्त्राणाम् अपहरणं करोति. गोपिकानां वस्त्राणाम् अपहरणं करोति. समीचीनं महोदय. तत्र षष्टिविभक्त्यन्तपदद्वयमस्ति, गोपिकानां तदनन्तरं वस्त्राणाम् अपि. अस्तु, अग्रिमवाक्यम्. योगी सर्वत्र ईश्वरः एकवचनं करोति. योगी सर्वत्र ईश्वरस्य ईक्षणं करोति. हा समीचीनं महोदय, ईश्वरस्य इति. हा इदानीं रघुपति महोदय अग्रिमद्वयं घोषः इत्यनेन वदनेन अत्र किं वदति घोषः किं भगिनि घोषः किं हा किम् अर्थ किमर्थं किम् अर्थं किम् तस्य वाक्यस्य अर्थः किं वा शङ्कस्य घोषः घोषः धैर्याः घोषः sound sound how can the sound tear the heart ha it's possible no sound is the one no bomb bomb oh extreme sound right in the heart or something like that yes no? okay first Tirupati Mahodaya Mahodaya punyakrit पुण्यकृत् ओके पुण्यकृत् पापस्य तरणं करोति पुण्यकृत् सः यपुण्यं कृतवान् ओय् पुण्यकृत् पापस्य तरणं करोति अहं श्लोकः अनुवादं अहं श्लोकस्य अनुवादं करोमि समीचीनं महोदय समीचीनं तत्र यत् वयं कृतवन्तः वाक्यानि ते तानि वाक्यानि सर्वाणि द्वितीयरूपस्य वाक्यानि प्रथमरूपस्य न कृष्णः अर्जुनम् उपदिशति तादृशः तादृशानि वाक्यानि न किन्तु कृष्णः अर्जुनस्य उपदेशं करोति इति तादृशानि वाक्यानि एतानि अस्तु इदानीं तस्य क्रियापदस्य विभजनं तत्र पूर्वस्मिन् अभ्यासे किम् अस्ति क्रियापदस्य विभजनं दत्तमस्ति केवलं कर्मपदस्य षष्टिविभक्तिरूपं लिखितवन्तः अथवा वयं उक्तवन्तः इदानीं किं कार्यं भवति अग्रिमे अभ्यासे क्रियापदस्य विभजनकार्यम् इदानीं भवति अस्तु तत्र नरेश महोदय तत्र अग्रिमं पठति वा क्रियापदानि विभज्य लिखत क्रियापदानि क्रियापदानां विभजनम् अलङ्करोति अलङ्कारं करोति परिचिन्तयति परिचिन्तयनं करोति चिन्तयति प्रायशः परिचिन्तनं करोति इति एव अस्ति चिन्तनं परिचिन्तनं करोति परिचिन्तनं करोति बोधयामि बोधनं करोमि समीचीनं पिबति पानं करोति पानं करोति समीचीनं महोदय अग्रे हरि महोदय वदति वा आम् महोदय प्रक्षालयसि प्रक्षालनं करोषि प्रक्षालनं करोषि समीचीनं निर्गच्छति तत्र निर्गमनं समीचीनं महोदय निर्गमनं करोति निर्गमनं करोति समीचीनम् अग्रे प्रविशथ प्रविशनं प्रवेशं प्रवेशं प्रवेशं प्रवेशनं वा महोदय प्रवेशनं प्रवेशम् इति प्रवेशम् इति अहम् एकनिमिषं महोदय चिन्तयामि न सर्वत्र न नास्ति अतः अहं पृच्छामि सत्यं सत्यं सत्यम् अहं चिन्ता प्रवेशः इति तु प्रसिद्धः अस्ति खलु न अहं नाट् हर्ड् प्रवेशनम् इति प्रवेशमेव सत्यं सत्यं किन्तु अर्थ प्रवेशनम् अपि भवितुम् अर्हति प्रवेशः वा प्रवेशनं तत्र तत्र किञ्चित् भेदः तु अस्ति प्रवेशः इति तत् आक्चुवल् एण्ट्रन्स् इति भवति तदपि भवितुम् अर्हति अड्मिशन् अपि तत्र अर्थद्वयम् अस्ति यत् साक्षात् प्रवेशः अस्ति खलु एण्ट्री प्रवेशः तदपि भवति किन्तु कार्यम् इति वक्तुम् इच्छामः तदपि प्रवेशनम्, हा अतः प्रवेशनमपि समीचीनं, प्रायशः प्रवेशनम् एव समीचीनम् इति मन्ये, प्रवेशनम् इति एव वदामः हरिमहोदय. प्रवेशनं कुरुत, परिभ्रमति, परिभ्रमणं करोति, परिभ्रमणं करोति, परिभ्रमणं करोति, समीचीनम्. अग्रे भानु भगिनी अग्रे. आम् महोदय. अनुसरति, अनुसरणं करोति. स्मरति, स्मरणं करोति. चिन्तति, चिनत्ति, चिनति, चिनति, तत्र खेदनं, तत्र चिनति नाम भगिनि, चिनत्ति इति, चिनत्ति, चिनत्ति, खेदनं करोति. अभिनन्दति, अभिनन्दनं करोति. आवृणोति, आवृणोति, आवरणं करोति. हा इति, हा अग्रिमं, स्तुवन्ति, स्तुवन्ति, स्तुति, स्तुति करोति. हा स्थवनं, स्थवनं, स्थवनं, स्थवनं कुर्वन्ति. हा समीचीनं भगिनि, हा समीचीनं, हा स्तुवन्ति इति बहुवचने अस्ति, हा स्थवनं कुर्वन्ति, समीचीनं भगिनि. हा अग्रे कः न उक्तवान्, भानुचैतन्य महोदय उक्तवान् वा? न, प्रायशः न. महोदय शोषयति, शोषणं करोति. सङ्गृह्णाति, सङ्ग्रहणं करोति. गायसि, गानं करोषि. हा समीचीनं महोदय, अस्तु, अस्तु, तत्र क्रियापदस्य विभजनं कथं करणीयम् इति जानीमः. तस्य अत्र कर्मपदस्य परिवर्तनं किं कीदृशमिति प्रथम अभ्यासः आसीत्, तदेव द्वितीय अस्मिन् पुटे द्वितीयाभ्यासः. तदनन्तरं क्रियापदस्य परिवर्तनं कथं भवति इति, विभजनं कथं भवति इति तदेव इदानीं वयं कृतवन्तः. अस्तु, तद् प्रायशः पर्याप्तम् इति मन्ये. तद् चतुर्थ अभ्यासः अपि पञ्चम अभ्यासः गृहपाठेन वयं कुर्मः, अत्र मास्तु इति चिन्तयामि. तत्र सङ्ख्या इति विषये किञ्चित् कुर्मः अद्य. अस्तु, तत्र सङ्ख्या पी डी एफ् यत् अस्ति तत्र गच्छामः. अपि गृहपाठः अपि आसीत्, तत्र अस्तु, प्रथमं सङ्ख्या पी डी एफ् पश्यामः. तत्र अस्तु, एकः इति पदस्य रूप लिङ्गभेदः अस्ति, लिङ्गानुसाररूपम् अस्ति. एकः इति पुल्लिङ्गे, एका इति स्त्रीलिङ्गे, एकम् इति नपुंसकलिङ्गे, द्वौ द्वे द्वे अस्ति, त्रयः तिस्रः त्रीणि इति अस्ति, तदनन्तरं चत्वारः चतस्रः चत्वारि इति अस्ति, इति रूपभेदः अस्ति. तदनन्तरं किम् अस्ति, पञ्च इति रूपभेदः नास्ति. किमपि लिङ्गं भवतु, पञ्च एव, षड् एव, सप्त एव इति वयं दृष्टवन्तः गतवर्गे. अस्तु, तत्र एकः द्वे त्रीणि इति चतुर्थ इति तस्य वाक्य तादृशवाक्यं कोऽपि गृहपाठं यदासीत् तद् कः वक्तुम् इच्छति? हरिमहोदय वदति वा? अस्तु हरिमहोदय, तदनन्तरं नरेश महोदय. अस्तु, एकः देवः, एकं देवम्, एकेन देवेन, एकस्मै देवाय, एकस्मात् देवात्, एकस्य देवस्य, एकस्मिन् देवे. हा समीचीनं महोदय, समीचीनं. नरेश महोदय. आम् पुल्लिङ्ग अपि यदपि स्त्रीलिङ्गं वदतु इदानीं. एका लता, एकां लताम्, एकया लतया, एकायै लतायै, एकायाः लतायाः, एकायाः लतायाः, एकायां लतायाम्. हा समीचीनं महोदय. अस्तु महोदय, एकस्याः पञ्चमी विभक्ति एकयाः एकस्याः. तत्र वयं किं दृष्टवन्तः, एकशब्दः तत्र संख्या इति पी डी एफ़् अस्ति खलु भगिनि? आं महोदय. पश्यतु तृतीयपुटे इति मन्ये पेज् 544 इति अधोभागे किम् अस्ति स्त्रीलिङ्गे? एकयाः एकस्यै, एकस्याः एकस्याः, एकस्याम् इति स्त्रीलिङ्गरूपम् अस्ति. अहं करोमि. अरे नरेश महोदय, एकयाः इति वदति. अस्तु भगिनि, अस्तु भगिनि, समीचीनम्. अस्तु अस्तु, नरेश महोदय इदानीं सम्यक् पुनः करोमि. एका लता, एकां लताम्, एकया लतया, एकस्यै लतायै, एकस्याः लतायाः, एकस्याः लतायाः, एकस्यां लतायाम्. इदानीं समीचीनं वा भगिनि, भानु भगिनि? आं महोदय. धन्यवादः भगिनि, धन्यवादः. इदानीं समीचीनमस्ति. अस्तु अस्तु, अग्रे कः? गीताञ्जलि भगिनि, नमस्कारः, भवती वक्तुम् इच्छति वा अद्य? नमस्कार, चिन्ता मास्तु भगिनि, चिन्ता मास्तु. भवती किं करोति? द्विशब्दस्य पुल्लिङ्गरूपं तस्य तद् वदति वा? आं महोदय. अस्तु, द्वौ बालकौ द्वाभ्यां बालकाभ्यां द्वयोः बालकयोः. समीचीनं भगिनि, अस्तु धन्यवादः. इदानीं भानुचेतनी महोदय, त्रिशब्दस्य पुल्लिङ्गरूपं विभक्तिरूपं. पुल्लिङ्गरूपं त्रिशब्दस्य. त्रयः बालकाः, त्रीन् बालकान्, त्रिभिः बालकाभिः, त्रिभ्यः बालकेभ्यः, त्रयाणां बालकानां, बालकानां त्रिषु बालकेषु. समीचीनं महोदय. अस्तु, अग्रे भानु भगिनि, त्रिशब्दस्य स्त्रीलिङ्गरूपं. स्त्रीलिङ्गरूपं तिस्त्रः लताः, तिस्त्रः लताः, तिस्तृ पशुभिः लताभिः तिसृभ्यः लताभ्यः तिसृभ्यः लताभ्यः तिसृणां लतानां त्रिषु लतासु. हा, तिसृषु लतासु. समीचीनं भगिनि, समीचीनम्. इदानीं नरेश् महोदय, तत्र चतुर्शब्दस्य पुल्लिङ्गरूपम्. आं महोदय, चत्वारः पुरुषः, चतुरः पुरुषान्, चतुर्भिः पुरुषैः, चतुर्भ्यः पुरुषेभ्यः, चतुर्भ्यः पुरुषेभ्यः, चतुर्णां पुरुषाणां, चतुर्षु पुरुषेषु. हा, पुरुषेषु. समीचीनं महोदय, अस्तु. गीताञ्जलि भगिनी पुनः चतुर्शब्दस्य स्त्रीलिङ्गरूपम्. आं महोदय, चतस्रः किं वदामि, लताः, चतस्रः लताः, चतस्रः लताः, चतस्रभिः लताभिः, चतस्रभ्यः लताभ्यः, चतस्रभ्यः लताभ्यः, चतस्रणां लतानां, चतस्रषु लतासु. समीचीनम्. अस्तु, रघुपति महोदय. आं महोदय. हा, तत्र एकः इति, किन्तु एकः हरिः इति. एकः हरिः, एकं हरिं, एकेन हरि हरिणा, एकेन हरि हरिणा, एकेन हरिणा, एकाय हरये, एकस्मै हरये, हरये नमः इति वदामः, एकस्मै हरये, एकस्मात् हरिः हरेः, एकस्मात् हरेः, एकस्य हरेः, षष्टि, एक एकस्मिन् हरिं, सोरि, एकस्मिन् हरे हरे हरौ सोरि हरौ हरि हरौ एकस्मिन् हरौ एकस्मिन् हरौ. अतः एव अहम् एतत् अभ्यासम् आवश्यकम् इति गृहपाठं दत्तवान्. रामशब्दः, सीताशब्दः अपि, लताशब्दः, देवशब्दः, लताशब्दः, नदीशब्दः. महोदय, अत्र तिसृभिः न लताभिः, तिसृभिः लताभिः, तिसृभिः लताभिः, सत्यं, तथैव न उच्यते तिस्रभः, तिसृभिः, तिस्रभिः, तिसृभ्यः इति. तिसृभ्यः तु चतुर्थी विभक्ति, तिसृभ्यः इति अस्ति भगिनि, तिसृभ्यः, तिसृभिः इति न किं वक्तव्यम् इति भवती, तत्र अहं किम् अस्ति इति वक्तुम् इच्छति भगिनि, तत्र तिसृभिः, हा, तत्र तिसृभिः इति पदे किम् अस्ति इति वदतु. तिसृभिः इति अस्ति, तिसृभिः इति नास्ति इति वदामि. किमर्थं तिसृभिः न अस्ति न तिसृ, तत्र मध्ये किम् अस्ति, सकारस्य अनन्तरं कः वर्णः अस्ति? ऋकारः अस्ति. समीचीनं. हा हा, इदानीं तत् अतः उच्चं उक्तम् तदेव सम्यक् वदनेन अहं वदामि तत् इति एव, न कोऽपि नास्ति. अस्तु भगिनि, अस्तु. हा भवती महोदय, अत्र उकार अस्ति वा इति भवत्याः प्रश्नः अस्ति आसीत्? न न न न न अस्ति उकार तत्र ऋकारः एव अस्ति, तिसृभिः इति वदामः. उकारः अस्ति वा? ऋकारः उकारः अस्ति वा? ऋकारः अस्ति, ऋकारः तिसृभिः इति. उकारः नास्ति, उकारः नास्ति, किन्तु बहु जनाः तादृश तिसृभिः इति वदन्ति. यद् भवती वदति तत् सत्यमेव, तिसृभिः इति सम्यक् अस्ति. तिसृभिः, तिसृ तस्र रु इति न, तिसृभिः. तदेव वदति खलु भगिनी भवती? आम् महोदय. अस्तु अस्तु, समीचीनम् अस्ति भगिनी. हा धन्यवादः. हा तिसृभिः, तिसृभ्यः इति तिसृ उकारस्य उकार अस्ति इति इव शृण्मः, किन्तु उकारः नास्ति तत्र, ऋकारः एव अस्ति. सत्यं सत्यं. हा अस्तु, तत्र हा तत्र वयं किं कुर्वन् स्मः, हा एक इति शब्दस्य तत्र हरिः इति रघुपतिमहोदय कृतवान्, तत्र एका इति हा इदानीं कं पृच्छामः. अस्तु नरेश महोदय, हा एका नदी इति हा तत् करोतु महोदय. आं महोदय, एका नदी, एकां नदीं, एकया नद्या, एकस्यै नद्यै, एकस्याः नद्याः, एकस्याः नद्याः, एकस्यां नद्यां. हा समीचीनं महोदय, धन्यवादः. अस्तु अग्रे हरिमहोदय. आं महोदय. हा तत्र द्वौ इति द्वौ, हा स्त्रीलिङ्गे, हा स्त्रीलिङ्गे द्वे इति भवति खलु, तत्र द्वे इति नदी शब्दस्य द्वे द्वे नद्यौ, द्वे नद्यौ, द्वाभ्यां नदीभ्यां, द्वाभ्यां नदीभ्यां, द्वाभ्यां नदीभ्यां, द्वयोः नद्योः, द्वयोः नद्यौः, नद्योः एव. गौरी शब्दस्य गौर्यौः, गौर्यौः नद्यां सप्तमी विभक्ति. हा तत्तु एकवचने अस्ति महोदय, नद्यां नद्योः. द्विवचनम् एक एव समान. तत्र महोदय हा सप्तमी, सप्तमी गौर्यां गौर्यौः गौरीषु, तत्र गौर्योः एव, गौर्योः एव षष्ठी सप्तमी एक एव समान एव. सत्यम्. एकनिमिषः एकनिमिषः. अस्तु नद्योः, नद्योः इति अस्ति महोदय, तत्र गीतासोपानि यद् दत्तमस्ति गौर्यौः इति यद् दत्तमस्ति तत् समीचीनं नास्ति महोदय. समीचीनं नास्ति, गौर्योः गौर्योः इति समीचीनम् अस्ति महोदय. हा इदानीं भवान् किमर्थं तदुक्तवान् इति अहं पश्यामि. गीतासोपानि यत् पेज् 198 मध्ये दत्तमस्ति गौर्यौः इति यद् दत्तमस्ति तद् मुद्रणदोषः अस्ति, किन्तु यत् स्वरूपमहोदयेन लिखितम् अहं प्रेषितवान् खलु, तत्र सुबन्तपदस्य इति करपत्रं हेण्ड् औट् यत् हा, तत्र पश्यतु सप्तमी वा षष्टि वा, षष्टि अस्ति नद्याः नद्योः नदीनां, सप्तमी अस्ति नद्यां नद्योः नदीषु इति. तत्र सर्वस्मिन् पुस्तके मुद्रणदोषाः तु भवन्ति खलु, तत् विना मुद्रणदोषः किमपि न भवति इति कृत्वा तत्र एतत् मुद्रणदोषः अस्ति तावदेव. हा, इदानीं तत्र ए द्वे इति तस्य रूपं वदतु पुनः एकवारं वदतु महोदय. षष्टि अपि सप्तमी द्वयोः द्वयोः नद्योः नद्योः नद्योः तावदेव अस्ति महोदय. अस्तु, समीचीनं. हा, इदानीं गीताञ्जलि भगिनी, तत्र त्रयः देवः इति त्रयः इति तत् वदतु भगिनि. गीताञ्जलि भगिनी अस्ति वा? अस्तु, भानु भगिनि, तत्र त्रयः देवाः इति वदति वा तस्य रूपं? आं महोदय, त्रयः देवाः त्रीन् देवान् त्रिभिः देवैः त्रिभ्यः देवेभ्यः त्रिभ्यः देवेभ्यः त्रयाणां देवानां त्रिषु देवेषु. हा, समीचीनम्. अस्तु, इदानीं तत्र वयं किं दृष्टवन्तः, एकः अपि द्विशब्दः, एकशब्दः द्विशब्दः त्रिशब्दः अपि चतुर्शब्दः, तत्र लिङ्गभेदः भवति. पुल्लिङ्गे यद्रूपम् अस्ति तत् सर्वदा स्त्रीलिङ्गे न भवति, नपुंसकलिङ्गे अपि किञ्चित् भेदः अस्ति इति वयं दृष्टवन्तः. किन्तु पञ्चन् आरभ्य इति शब्द तस्मात् किं भवति, रूपसमानम् एव भवति. तत्र रूपस्य रूपं कीदृशं भवति इति तत्र दत्तम् अस्ति. तत्र एतत् पश्यामः, तत्र किं कुर्मः. अस्तु, तत्र पञ्च अपि षट् षष् इति गतवर्गे दृष्टवन्तः इति मन्ये. तत्र विंशतिः इति पश्यामः, तत्र विंशतिशब्दः त्रिंशत् शब्दः. हा, तत्र किं कुर्मः, विंशतिः तत्र विंशतिः नदी इति चिन्तयामः, अथवा नदी कुर्मः वा अथवा लता कुर्मः. अस्तु, प्रथमं देवः एव कुर्मः. अस्तु, विंशति रघुपतिमहोदय, तत्र विंशतिः देवाः इति विंशतिः विंशतिः देवाः. अग्रिमपुटे दत्तमस्ति, पेज् 546 मध्ये, तत्र पेज् 546 महोदय, तत्र करपत्रे यत् संख्या पि डि एफ् इति अस्ति खलु. एकनिमिषं महोदय. महोदय, विंशतिः तदनन्तरं सर्वे स्त्रीलिङ्गः एव महोदय? आमामां, शतं पर्यन्तं, नवनवतिपर्यन्तं स्त्रीलिङ्गशब्दः अस्ति महोदय. मम इण्टर्नेट् मध्ये बाधा अस्ति, अनन्तरं वदामि. चिन्ता मास्तु महोदय, चिन्ता मास्तु. अन्य कोऽपि करोति, चिन्ता मास्तु. हरि महोदय, वदति वा विंशतिः देवाः इति. विंशतिः देवाः, तत्र विंशतिशब्दस्य रूपं पेज् 546 दत्तमस्ति, संख्या डोट् पी एफ् मध्ये. विंशतिः देवाः, विंशतिं देवान्, विंशत्याः विंशत्या देवैः, विंशत्यै देवेभ्यः, विंशत्याः देवेभ्यः, विंशत्याः देवानां, विंशत्यां देवेषु. तत्र रूपः किञ्चित् रूपं किञ्चित् विचित्रम् इति दृश्यते. किमर्थम् इति चेत् तत्र विंशतिः इति शब्दस्य लिङ्गं तद् स्त्रीलिङ्गपदम् अस्ति. किन्तु विंशति इति शब्दः यत्किमपि भवतु, देवः भवतु अथवा नदी भवतु अथवा वनं भवतु, तत्र विंशतिः देवाः, विंशतिः लताः, विंशतिः पनानि इति भवति. तत्र तत्र तदेव रूपम् अस्ति, विंशतिः एव रूपम् अस्ति. तद् सर्वदा स्त्रीलिङ्गे एव भवति तद् पदम्. अतः तस्य विंशतिः देवाः यत् अस्ति तस्य परिवर्तनं कुर्मश्चेत् विंशतिः देवाः सन्ति, अहं विंशतिं देवान् पश्यामि इति एव रूपम् अस्ति. विंशत्या देवैः कार्यं भवति अथवा मोक्षं प्राप्नु किमपि तद् भवति विंशत्या देवैः इति. अतः तत्र एतद् विंशतिः मतिशब्दवत् अस्ति, ह्रस्व इकारः अस्ति किन्तु स्त्रीलिङ्गपदम् अस्ति. तत्र तदेव तत्र विषयः. अत्र महोदय अत्र एकविंशति तत्र नास्ति एतत्. तदपि सर्वत्र महोदय विंशति तत्र यत् विंशतितः नवनवतिपर्यन्तं स्त्रीलिङ्ग एव, स्त्रीलिङ्ग एव. तदनन्तरं शतम् इति नपुंसकलिङ्ग, तदनन्तरं नपुंसकलिङ्ग एव इति मन्ये. किन्तु शतम् इति नपुंसकलिङ्ग, तदनन्तरं किं भवति, तदनन्तरं तदनन्तरं द्रष्टव्यमस्ति महोदय. किन्तु शतम् इति नपुंसकलिङ्गशब्दमस्ति. तत्र गीतासोपाने दत्तमस्ति, द्वितीयभागे दत्तमस्ति. किमर्थं बहुकालस्य प्रतीक्षां करणीयम् इति कृत्वा अहं चिन्तयितवान् इदानीमेव किञ्चित् संख्यायाः अभ्यासं कुर्मः इति, तावदेव. किन्तु अग्रे एतत् सर्वम् आगच्छति. अस्तु, तत्र अवधेयम् इति अस्ति तद् नरेश महोदय, तत्र पेज् 546 मध्यभागे अवधेयम् इति यत् अस्ति तद् एकवारं पठतु महोदय. आं महोदय, एकोनविंशतितः नवविंशतिं यावत् संख्येयवाचकानां संख्याशब्दानां रूपाणि विंशतिवत् एकवचने एव. एकोनत्रिंशत्तः नवपञ्चाशतं यावत् संख्येयवाचकानां संख्याशब्दानां रूपाणि त्रिंशत् शब्दवत् एकवचने. तत्र अन्य तत्र यद् अवधेयं मध्ये यद् दत्तमस्ति तस्य एक अंशः अस्माभिः द्रष्टः तद् किमस्ति? विंशतिः इति स्त्रीलिङ्गे अस्ति, विंशतिः देवाः इति अस्ति, देवाः पुल्लिङ्गपदम् अस्ति, अथवा विंशतिः लताः, लताः स्त्रीलिङ्गपदम् अस्ति, विंशतिः वनानि, वनम् इति पदं तु नपुंसकलिङ्गपदम् अस्ति, किन्तु विंशतिः एव भवति, एकमेव रूपम् अस्ति. अन्यत् अस्ति एतत् विंशतिः, विंशतिं, विंशत्या, विंशत्यै, विंशत्याः, विंशत्याः, विंशत्यां, तद् मतिशब्दवत् इति उक्तवन्तः, सत्यमेव. किन्तु मतिशब्दवत् अस्ति, किन्तु मतिपदस्य विभक्ति यदि पश्यामः तत् किम् अस्ति? मतिः मती मतयः, मतिं मती मतीः, मत्या मतिभ्यां मतिभिः इति अस्ति. अत्र किम् अस्ति? अत्र विंशत्या देवैः इति अहम् उक्तवान्. देवैः तु पुल्लिङ्गपदम् अस्ति, विभक्ति तृतीया विभक्ति, विंशत्या तृतीया विभक्ति स्त्रीलिङ्गपदम् अस्ति, किन्तु विंशत्या सर्वदा एकवचने अस्ति, देवैः बहुवचने अस्ति. अतः तत्र लिङ्गस्य समानं नास्ति, अपि वचनस्य अपि समानं नास्ति, किन्तु एतदेव समीचीनम् अस्ति. अस्तु, तत्र विंशति, एकविंशति, तत्र नवविंशतिपर्यन्तं सर्वे रूपं, रूपस्य एकविंशति वा किमपि भवतु, तत्र यद्यद् अस्ति तत्र एतादृशरूपमेव अस्ति. तत्र एकनिमिषः, स्त्रीलिङ्ग एकवचनं शब्दानां विंशतितः नव, तत्पदं एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, तत्सर्वं ह्रस्व इकार मतिशब्दवत् स्त्रीलिङ्गपदम् अस्ति महोदय. एकवचनं मतिशब्द, मतिशब्द एकवचनरूपमेव अस्ति सर्वदा. सङ्ख्यानाम् एतत् विशेषगुणमस्ति, सर्वदा एकवचने एव अस्ति. एतत् पञ्चतः सर्वम् एकवचने एव अस्ति. चतु अपि तत्र, चतुर् अपि त्रि, तस्य तु बहुवचनरूपम् अस्ति इति मन्ये. द्विशब्दः तु द्विवचने एव अस्ति, एकशब्दः तु एकवचने एव अस्ति, किन्तु पञ्चन् इति आरभ्य सर्वम् एक, तत् सर्वम् एकवचने एव अस्ति इति मन्ये. क्षम्यतां, तत्सर्वं बहुवचनम् अस्ति. तदनन्तरम् एतत् सर्वम्, एतत् सर्वम् एकवचनरूपम् अस्ति. अत्र सर्वम् एकवचनरूपम् अस्ति, विंशतितः सर्वम् एकवचनरूपम् अस्ति. तत्र एकविंशतिः तस्य रूपं किम् अस्ति इत्युक्ते, एतदेव विंशति, विंशतिं, विंशत्या यदस्ति तस्य पूर्वम् एकं वा द्वि वा त्रयो वा इति स्थापयित्वा वदामः, तावदेव. तादृश एव त्रिंशत् इति स्थाने अपि, त्रिंशत् इति तस्य, तदपि स्त्रीलिङ्गपदम् अस्ति, तत्र षत् इति अस्ति. अतः किञ्चित् भेदः अस्ति, त्रिंशत्, त्रिंशतं, त्रिंशता, त्रिंशतेः, त्रिंशतः, त्रिंशतः, त्रिंशति इति. तत्र मतिशब्द, तस्य किञ्चित् भेदः अस्ति इति मन्ये, पश्यामः. मतिशब्दः, सत्यं, तत्र मतिशब्दः तादृशः नास्ति, किन्तु नास्ति, किन्तु स्त्रीलिङ्गपदं, तदपि स्त्रीलिङ्गे एव अस्ति सर्वं. तत्र षष्टिः, सप्ततिः, तत्तु मतिशब्दवत् अस्ति. किं भगिनि? त्रिंशवत् इति अस्ति न? आमामां, सत्यं सत्यं सत्यं, अतः रूपभेदः अस्ति, सत्यं भगिनि, सत्यं तत् त्रिंशतिः इति नास्ति, त्रिंशत् इति एव अस्ति खलु, सत्यं तत्र त्रिंशत् अहं चिन्तयामि त्रिंशत् अपि तत्र किं दत्तमस्ति विंशतिः पर्यन्तं षष्टिः इति अस्ति, तदनन्तरं सप्ततिः अस्ति, हा तत्र अशीतिः नवतिः तत्सर्वं मतिशब्दवत् तत्र विंशतिशब्दवत् अस्ति, विंशतिः षष्टिः सप्ततिः अशीतिः नवतिः तत्सर्वम् एतद्रूपमेव अस्ति, विंशतिः विंशतिं विंशत्या विंशत्यै विंशत्याः विंशत्याः विंशत्यां तादृश एव सप्ततिः अशीतिः नवतिः अपि त्रिंशत् इति यद्रूपम् अत्र दत्तमस्ति तादृशम् एव रूपं चत्वारिंशत् वा पञ्चाशत् वा तस्य अपि तत्र तकारान्तपदम् अस्ति इति अस्तु. अत्र किञ्चित् किञ्चित् अग्रे गच्छामः तत्र यद् सङ्ख्यायाः विषये किञ्चित् अग्रे गच्छामः, सर्वं न कर्तुं शक्नुमः, बहु विस्तारः विषयः अस्ति सङ्ख्या इति, किञ्चित् एव कुर्मः तत्र, किन्तु समीचीनम् अस्ति. अस्तु, अद्य वयं क्रियापदस्य विभजनं कथं करणीयम् इति दृष्टवन्तः, तत्र गृहपाठः पेज् 62 मध्ये यत् अस्ति चत्वारः अभ्यासः अपि पञ्चम अभ्यासः तदेव गृहपाठः इति भवति. अग्रिमवर्गे वयं किं कुर्मः तत्र सप्तमीविभक्तिरूपम् इति तस्य अभ्यासं कुर्मः. अस्तु, समयः जातः, विरमामः. प्रश्नः अस्ति वा? अस्तु अस्तु, सर्वेभ्यः नमस्कारः, धन्यवादः, अग्रिमवर्गे मिलामः. नमस्कारः, धन्यवादः. मां गृहे आगच्छति यतः अहं न